गङ्गाद्याश्रितश्चेमा मत्सैवार्थं समागताः तथापि न च मे श्रेयः सेवितायाः सुरैरपि। एतावत् स्वस्याः नाम उक्तवती। तयोः पुरुषयोः भूमौ शयानयोश्च जर्जरीभूतयोः नामनी उक्तवती। अधुना तस्याः परितः तां सेवन्तीनां स्त्रीणां नामान् परिचयं दातुं प्रारभते। गङ्गाद्याः नद्यः इमाः मम सेवार्थं समागताः इति परिचयं दत्त्वा वदति, तथापि न च मे श्रेयः सेवितायाः सुरैरपि। यदि देवाः आगत्य मां सेवन्ते चेदपि तथापि न मम श्रेयो भवति इति वदति।